भगिनी आरम्भतः वक्तुम् इच्छति वा भगिनी, वयं तावत् किं दृष्टवन्तः इति? लुट् लकार पादधातुकप्रक्रिया अस्ति, अनेक्ट् अस्ति. अधुना लुट् लकार सम् जानामि, स्मरामि भगिनि. अद् लुट् लकार केवलं भविष्यत्काले भवति. अधुना अन्य कार्यसिद्ध्यर्थम् अपि लकारः भवति. प्रथमक्रिया नुलतृचौ प्रत्ययपदे रूपं शब्दं भवति. यथा वयम् उदाहरणार्थं तत्र किम् आसीत्, तत्र लृट् शेषे च इति अस्ति इति कृत्वा सामान्यभविष्यत्कालार्थे लृट् लकारस्य प्रथमं किं दृष्टवन्तः इत्युक्ते, वयं तत्र अनिट् प्रत्ययानां विषये अधुना पश्यन्तः स्मः खलु. इडा क्षम्यतां, किं दृष्टवन्तः वयं तत्र अनिट्प्रत्ययानां विषये वयं दृष्टवन्तः. तदनन्तरम् इडानुकूलप्रत्ययानां यत्र वयं यत्र तास्तव्य तुमुन् तृच्छते अपि चत्वारः वयं दृष्टवन्तः. तदनन्तरम् अधुना तत्र उक्तमासीत् त्वा तवतु इत्यक्ति प्रसिद्धतकारादिप्रत्याहार प्रत्यय इति प्रत्याः तु वयं न पठितवन्तः. किमर्थम् इत्युक्ते किञ्चित् विशिष्टसूत्राणि सन्ति इति कृत्वा, यद्यपि तकार आदिवर्णः तकारः अस्ति तथापि वयं न पठितवन्तः. अधुना किं पठामः इत्युक्ते, सामान्य तत्र लृट् लकारस्य तु मध्ये इस्य इति विकरणप्रत्ययः आगच्छति. तर्हि वयम् अग्रे तु वयं तत्र किम् अस्ति सामान्य सकारादिप्रत्ययानां विषये वयं पश्यामः इति, इदानुकूलसकारादि आर्धधातुकप्रत्ययानां विषये. तत्र तु स्य इति प्रत्ययः लृटि लृङि च भवतः, सिप् इति प्रत्ययः लोट् लेटि भवति, सीयूट् इति आत्मनेपदि आशीर्लिङ्ग् प्रत्ययः भवति, अनन्तरं सन् इति सनन्दधातवः भवति. तर्हि एतेषां चतुर्णां तत्र कार्यम् अधुना पश्य आरम्भं कुर्मः द्रष्टुं. तदनन्तरं पुनः सिच् इति प्रत्ययः लिट्लकारस्य तत्र नामधातूनां विषये अनन्तरं वयं पठिष्यामः. अधुना तु चत्वारानाम् अभ्यासः भवति. तत्र प्रथमप्रत्ययः अस्ति लृट्लकारः. लृट् लकारः कुत्र विधीयते इत्युक्ते लृटि विधीयते खलु, लृटि विधीयते, लृङि विधीयते. तर्हि लृट् लकारस्य परिचयम् अधुना प्राप्नुमः वयमिति. तर्हि लृट् लकारस्य विषये वयं चिन्तयामः चेत् सामान्यभविष्यत्कालार्थे लृट् लकारः भवति इति उक्तमस्ति. इत्युक्ते अद्यतनकालः अनद्यतनकालः इति नियमः नास्ति. अद्य वा भवतु अनद्यतनं वा भवतु, तत्र सामान्य तत्र भविष्यत्कालार्थे लिट् लकारस्य प्रयोगं कर्तुं शक्यते इति. इत्युक्ते अद्य रात्रौ कश्चन किमपि करिष्यति चेत् तस्य कृते अपि लिट् प्रयोगः साधु भवति. अनन्तरं श्वः वा परश्वः वा अग्रिमवर्षे वा यत्किमपि भवतु, एतत्क्षणं नास्ति चेत्, वर्तमानकालः नास्ति चेत् भविष्यत्काले कुत्रचिदपि प्रयोक्तुं शक्यते इति. तस्य सूत्रम् आसीत् लृट् शेषे च इति सूत्रम्. अनेन सूत्रेण किं ज्ञास्यामः, सामान्यभविष्यत्कालार्थे धातोः लृट् लकारः भवति इति. तत्र उपपदरूपेण अन्या क्रिया भवति चेदपि न भवति चेदपि इति अस्मिन् विषये पश्यामः. अहं किमर्थम् आरम्भतः पुनः पश्यामः चेत् तत्र मणिमहोदय वर्गद्वयं न आसीत् खलु इति कृत्वा, महोदय कश्चन प्रश्नः अस्ति चेत् कृपया स्थगयतु महोदय, वयं पुनरालोकनं कुर्मः. किन्तु अत्र किम् इत्युक्ते लृट् लकारः सामान्यभविष्यत्कालार्थे भवति, तत्र कदाचित् उपपदरूपेण भवितुम् अर्हति. अन्य उपपदम् अनुसृत्य भविष्यत्कालार्थे लृट् लकारस्य प्रयोगः भवितुम् अर्हति. नो चेत् सामान्यतः उपपदं नास्ति चेदपि, उपपदनिमित्तं नास्ति चेदपि सामान्यभविष्यत्कालार्थे लृट् लकारस्य प्रयोगः भवति इति. सूत्रेण केवलं भविष्यत् भविष्यत्कालं भविष्यत्कालार्थे तत्र पुनः तत्र उपपदरूपेण अन्या क्रिया यत्र भवति तदापि भवितुमर्हति इति कृत्वा क्रियार्थायां क्रियायां धातोः इति अस्ति. अनन्तरं शेषे च इत्यनेन यत्र क्रियार्था क्रिया नास्ति तत्रापि लृट्कारस्य प्रयोगः साधु एव भवति इति लृक्षे चे च इति सूत्रेण गृह्यते. नमस्कारः विमला भगिनी, आडियो मध्ये नास्ति भगिनी. अस्तु, अनन्तरं किम् आसीत्? अनन्तरं क्रियार्थायां क्रियायाम् इत्यस्मिन् विषये चर्चा जाता. एतत्तु क्रियार्था क्रिया इति वयं पूर्वं तुमुन् प्रत्ययस्य विधानविषये वयं दृष्टवन्तः खलु, तुमुनुळौ क्रियायां क्रियार्थायाम् इति. पठितुं गच्छति बालकः, पठितुं गच्छति. अत्र तु तत्र किम् अस्ति, पठितुं गच्छति इत्यस्मिन् पठनक्रिया साधनार्थं गमनक्रिया भवति खलु इति कृत्वा पठनक्रिया तु अत्र भविष्यत्काले अस्ति. तर्हि पठनक्रियार्थं गमनक्रिया सञ्जायते इति कृत्वा गच्छति इति क्रियार्था क्रिया. तादृशक्रियार्था क्रियायाम् उपस्थितौ पठधातुतः तुमुन् प्रत्ययस्य विधानं जातम्. तथा एव यत्र तत्र तत्र नूल् प्रत्ययस्य अपि तथा भवितुम् अर्हति. उदाहरणमस्ति पाचकः गच्छति इति. अत्र तु यत्र नूल् प्रत्ययः पाचकः गच्छति इत्यस्मिन् साक्षात् यत्र त्मुण्णुळौ क्रियायां क्रियार्थायाम् इति सूत्रेण विधानं भवति तदा तु केवलं प्रायः तस्य वृत्तिः पाचकः इति अर्थः नास्ति, किन्तु केवलं तत्र क्रियार्थाय क्रियायाम् उपस्थितौ तत्र नूल् प्रत्ययस्य विधानं भूत्वा तत्र प्रायः सः छात्रः अस्ति, वृत्तिः किमपि अस्ति, गृहं गत्वा पाकं करिष्यति इत्यस्मिन् अर्थे पाकं कर्तुं गच्छति इत्यस्मिन् अर्थे गृहं गत्वा पाकं करिष्यति इत्यस्मिन् अर्थे पाचकः गच्छति इति वक्तुं शक्यते. तत्र तु अन्यत् आसीत् यत्र अन्यविधानम् आसीत् यत्र तुमुन् प्रत्ययस्य विधानं येन वयं नूल् तृचौ इति सूत्रेण विधानं यत्र विधीयते तत्र एव किम् अस्ति वृत्तिः यत्र भवति पाचनवृत्तिः अस्ति इति कृत्वा तत्र नूल् प्रत्ययस्य विधानं जातम्. अत्र तु तथा नास्ति. तत्र तु नूल् तृच् उभयोः विधानं भवति तत्र वृत्तिः इत्यस्मिन् अर्थे. अत्र तु केवलं क्रियार्था क्रियायाम् क्रियार्थायां क्रियायाम् उपस्थितौ तुमुनपि भवितुमर्हति, नूळ् अपि भवितुमर्हति इति पूर्वं पठितवन्तः गते करपत्रे. तर्हि तस्य पुनरालोकनं जातं. क्रियार्था क्रिया किम् अस्ति, क्रियार्था क्रिया निमित्ते सति तत्र तुमुन् वा नुमुळ् प्रत्ययस्य तत्र विधानं भवितुम् अर्हति. अत्रापि किम् इत्युक्ते भविष्यदर्थे एव भवति. इत्युक्ते तत्र पठितुं गच्छति इत्यस्मिन् अधुना गमनकार्यं प्रवर्तमानमस्ति, किन्तु अग्रे गत्वा सः पठिष्यति इति तत्र आशयः जायते खलु. पठितुम् इत्यस्मिन् तावद् न क्रिया आरब्धा, पठनक्रिया न आरब्धा, भविष्यत्काले एव तस्य आरम्भः भवति इति ज्ञानं तत्र उद्भवति अस्माकं मनसि. इति कृत्वा भविष्यत्कालात् एव तत्र तुमुन् प्रत्ययस्य विधानं जातम्. तदनन्तरं महोदयेन अत्र उक्तमस्ति क्रियार्थायां क्रियायां लृट् लकारे इति. तत् न आरब्धं खलु भगिनी, तद् न आरब्धवान् गते सप्ताहेन वयम् अस्माभिः केवलं पठितम् आसीत्, किन्तु पठितवन्तः. अत्र अनुवृत्तिसहितसूत्रे भविष्यति अर्थं किं क्रियायर्थायां क्रियायां धातोः कियत्पर्यन्तम् आगते भानुवासरस्य वर्गे कृतवन्तः? तत्र क्षम्यतां, मङ्गलवासरे भगिनि. कियत्पर्यन्तं भगिनि तत्र लृट् शेषे च इति सूत्रपर्यन्तं वा? अस्तु, तर्हि पठामः वा तत्र. तर्हि नूतनविषयः अस्ति क्रियार्थायां क्रियायां लृट् लकारे इति आरभ्य पठनीयः खलु, ततः नूतनविषयः अस्ति. तत्र मणिमहोदय पठति वा महोदय? तावत् प्रश्नः आसीत् वा महोदय यत् वयम् उपस्थापनरूपेण उक्तवन्तः? सम्यक् अस्ति गतवर्गे श्रुतवान् क्रियतायां क्रियायां लिप्तकारे. तर्हि अधुना लिरिट् शेषे अत्र ध्वनिः अस्ति वा महोदय? मम अर्थे सम्यक् अस्ति महोदय, प्रतिध्वनिः किमपि नास्ति, सम्यक् श्रूयते. तर्हि अधुना लिरिट् शेषस्य इत्यस्य प्रसङ्गे क्रियातायां क्रियायां उपपदयुक्तयोः व्यवहारः कथमस्ति इति परिशीलितुं सिद्धा वयं क्रियातायां क्रियायाम् उपपदे धातोः भविष्यति काले निरुत्लकारः भवति तुमुन् प्रत्ययस्य प्रसङ्गे भोक्तुं रजति इति निदर्शनं दत्तम् तत्र भोक्तुं भविष्यत्कालार्थे अस्ति अपि च व्रजति क्रियातायां क्रियायाम् उपदे अस्ति एवमेव लिट् लकारः भवति भोक्ष्यति इति व्रजति अर्थः अस्ति यत् कोऽपि गच्छति येन गच्छत्येन खादितुं शक्नुयात् एतावता न खादति गत्वा खादिष्यति श्यामः भोक्ष्यति इति गृहं गच्छति अस्मिन् एव अर्थे श्यामः भोक्तुं गृहं गच्छति अत्र मुख्यक्रिया अस्ति भोजनक्रिया भोक्ष्यति इति यत्र एकं क्रिया कर्तुं द्वितीयक्रिया क्रियते तत्र या क्रिया मुख्यक्रिया अस्ति तस्याः निर्देशं कर्तुं लृट्लकारः उपयुज्यते यदि श्यामः भोजनक्रियातायां क्रियार्थं गृहं गच्छति तर्हि अत्र भोजनक्रिया मुख्या अस्ति अपि च गमनक्रिया क्रियाता क्रिया अस्ति भोजनक्रियाता गमनक्रियाता कृता अतः क्रियाता क्रिया इति उक्तम् अत्र महोदय लिरिट् शेषे च इति सूत्रं कुत्र कार्यं करोति इत्युक्ते अत्र यदा क्रियाता क्रियायां उपमापि उपपते अपि भवति चेत् तत्रापि भवति सामान्य भविष्यत्कालार्थे भवति इति अत्र दत्तं क्रियाता क्रियाम् उपदेशि काले लिरुट्लकारः भवति तदा तुमुन्नलो प्रत्ययः उपयुज्यते बट् उदाहरणार्थं भोक्तुं गृह्यति इति अत्र न अत्र भोजनं न कृतवान् गृहं गत्वा एव तत् कार्यं करिष्यति अतः अन्ये क्रिया तत्कं भविष्यत्काले अस्ति प्रथमक्रिया मुख्यक्रिया अस्ति अत्र भोजनक्रिया मुख्यक्रिया अस्ति अन्यक्रिया अत्र प्रयोजनं कृतवती किं कृता गच्छति गच्छति इत्युक्ते गमनक्रिया तदा भोजनक्रियायां साधनार्थं गच्छत् गमनक्रिया अत्र प्रयुज्यते उच्यते अतः भोजनक्रिया क्रियाता क्रिया गमनक्रिया क्रियाता क्रिया भवति भोजनक्रिया कर्तुं गच्छत् गमनक्रिया अत्र अस्ति अतः क्रियाता क्रिया इति गमन क्रिया क्रियाता क्रिया इति अत्र उपयुज्यते नाम इति अर्थः इति सम्यक् वा महोदय समीचीनमस्ति महोदय तर्हि वयं तावत् वयम् इतः पूर्वं वयं तादृशं न प्रयोगं दृष्टवन्तः खलु खादिष्यति इति गच्छति इति योजनीयं भवति खलु खादिष्यति इति गच्छति इति वयं पूर्वं न वयं तावद् पूर्वं वयं न दृष्टवन्तः ननु महोदय महोदय किञ्चित् पूर्वं भोजनक्रिया एकनिमिषं महोदय नूल् प्रत्ययः अत्र कर्तृतः उच्यते परन्तु तुमुल्नन्तु भावार्थे बट् अत्र नूल् त्रिच् प्रत्यये किमर्थं न प्रयोजितं तुमुन्नुलो किमर्थं प्रयुज्य इति प्रश्नः अस्ति चेत् अत्र भविष्यत्कालार्थे स्पेसिफिकलि तुमुन्नुवल्लो प्रयुज्यते पुनः भविष्यत्कालार्थे स्पेसिफिकलि तुमुन्नुलो भवति तत्र सामान्यतया वयं तत्र तुमुन् तु प्रयोगः वयं पूर्वं दृष्टवन्तः सामान्य वयमपि प्रयोगं कुर्मः किन्तु नूळ् इत्यस्य भविष्यत्कालार्थे प्रयोगः इतः पूर्वम् अस्माभिः न श्रुतमासीत् किन्तु अनेन सूत्रेण वयं ज्ञास्यामः तदनन्तरं लृट् शेषे च इत्यस्मिन्नपि यत्र उपपदक्रिया भवति इति वयं पूर्वं न ज्ञातवन्तः भोक्ष्यति इति गच्छति इति वयं तादृशप्रयोगं वयं सामान्यतया न कुर्मः खलु, तर्हि तदपि नूतनविषयः अस्ति. तत्र हि सामान्यभविष्यत्कालात् तु भवति एव, वयम् एतावत् पूर्वं पर्यन्तं वयं दृष्टवन्तः तत्र रात्रौ अहं तत्र तत्र किम् अस्ति तत्र भोजनं तत्र बहिः गमिष्यामि इति वक्तुं शक्नोमि इति, नो चेत् परश्वः तत्र प्रवासार्थं गमिष्यामि इति प्रयोगं वयं सामान्यतया वयं कुर्मः. किन्तु यत्र क्रियार्था क्रियारूपेण तत्र भविष्यत्काल लृट्प्रकारस्य प्रयोगः तत्र अधुना एव वयं प्रथमवारं पश्यामः खलु, तर्हि नूतनविषयः अस्ति. किन्तु तादृशप्रयोगः साधु भवति इति अनेन ज्ञायते, पठनेन ज्ञायते इति मन्ये खलु महोदय. भवतः प्रश्नः किमपि आसीत् वा? न एवं गच्छामि प्रश्नः कः इति, भवानेव उक्तवान् तत्र तदेव. तमिळ्नूल्पट्यः उपयुज्यते नूल्पट्य नूल्पृच्छ अपि सदैव कार्यं करोति, किमर्थं तमिळ्नूल् उपयुज्य इति अत्र प्रश्नः अस्ति इति दत्तं परि. हा किमर्थं नूल् वितनेन तर्हि एवमस्ति चेत् तमिळ्नूल् वितनेन नूल्पट्यः उदीयते एव, पुनः कर्तृत्वे नूल्पट्यः अपरेण सूत्रेण किमर्थम् इति उपरि दत्तम् अस्ति किल. अस्तु अस्तु, गते सप्ताहे वयं पठितवन्तः तस्मिन् विषये वदति वा एकवारं पठितुम् तर्हि अग्रे पठामः. तर्हि अरुणभगिनी शिम्ला भगिनी पठति वा भगिनी, तद् गतसप्ताहस्य यत् पङ्क्तिः अस्ति सा पङ्क्तिः पठति वा? नमस्ते कुतः पठनीयं तस्यायाः अपि क्रियाः साधनार्थम् इति अस्ति खलु, कस्याः अपि क्रियायाः साधनार्थं यदा द्वितीया क्रिया उपयुज्यते सा द्वितीया क्रिया क्रियार्थाक्रिया इत्युच्यते. यथा भोक्तुं गच्छति इत्यस्मिन् भोजनक्रियायाः साधनार्थं गमनक्रिया उपयुज्यते, अतः गमनक्रिया क्रियार्थाक्रिया अस्ति. तस्याः इत्युक्ते गमनक्रियायाः उपपदसंज्ञा भवति. तत्र प्रथमा क्रिया भविष्यत्काले अस्ति यत् पठितुमिति भोक्तुम् इति भविष्यत्काले अस्ति, यतोहि एतावता सा क्रिया न आरब्धा. तत्र भोजनक्रिया न आरब्धा अतः सा भविष्यत्काले अस्ति. यदा एका क्रिया न आरब्धा नाम भविष्यत्काले अस्ति, अपि च तस्याः साधनार्थम् एका द्वितीया क्रिया उपयुज्यते, तस्याः तस्यां दशायां प्रथमा क्रियायाः व्यक्तीकरणार्थं यद् धातु अस्ति तस्मात् धातोः तुमुनि च मूल् च भवतः. निदर्शनार्थं भोक्तुं व्रजति इत्यस्मिन् तुमुन् प्रत्ययः विहितः, भोजको व्रजति इत्यस्मिन् उल्प्रत्ययः विहितः. किन्तु उभयत्र अर्थः भिन्नः, तुमुन् प्रत्ययः भावार्थे नूल् प्रत्ययः कर्तृर्थे. तर्हि एवमस्ति चेत् नूल् त्रच इत्यनेन नूल् प्रत्ययः विधीयते एव, पुनः कर्तृर्थे नूल् प्रत्ययः अपरेण सूत्रेण किमर्थम् इति चेत् अत्र यः करोति सः इति अर्थः अस्त्येव, किन्तु भविष्यति इत्युक्ते भविष्यत् काले. यथा भोजकः गच्छति इति उच्यते चेत् भोजकः तेन भोजनं न आरब्धम् अद्यपर्यन्तं, गत्वा भोजनम् आरभते तस्मात् भोजकः इति भविष्यत्कालार्थे उक्तमस्ति. भोजको व्रजति इत्युक्ते गच्छति, गत्वा च खादकः भविष्यति, अदा अधुना खादकः नास्ति. अह तुमुण्वलौ क्रियायां क्रियार्थायाम् इति सूत्रेण भविष्यत्कालार्थे ड्वल् प्रत्ययः विधीयते. इदमपि बोध्यं यत् भविष्यत्कालार्थे अयं ड्वल् प्रत्ययः अव्ययं नास्ति, त्रिषु लिङ्गेषु अपि भवति भोजकः भोजिका भोजकम् इति. तर्हि अयं ड्वल् प्रत्ययः भविष्यत्कालार्थे, किन्तु नूल् प्रत्ययौ इति सूत्रेण यदुक्तमस्ति तत्र त्रिषु कालेषु भवति. क्रिया तुमुण्वलो क्रियायां क्रियार्थायाम् इति केवलं भविष्यत्कालार्थे, नूल् त्रचौ इति त्रिषु कालेषु. यथा सः भोजकः गतवान् भोजकः अद्य भोजनं खादन् अस्ति, भोजकः परश्वः भोजनं खादिष्यति इति. शिशुकालेषु अपि नूल्तृचौ इत्यत्र यद्भोजकः इति अस्ति नूल् प्रत्ययस्य विहित विधानेन तदेव अत्र किं वदामि डिफ्रेन्स्. तत् महोदय तत्र अवगतवान् वा नो चेत् तत्र प्रदर्शयन्ति किं नाम पठनं प्रतिध्वनिः अस्ति पुनः भविष्यत्काले अपि इति कारणेन तुमन्नूलु क्रियां क्रियतायाम् उपयुज्यते तदेव तदेव अस्ति. अत्र किम् अस्ति इत्युक्ते तत्र तत्र तुमुण्णोळि अत्र पुनः एकवारं तत्र तुमुण्णोळौ क्रियार्थायां क्रियार्थं तुमुन् इति पश्यामः अत्र तुमुन् अत्र तु तुमुन् प्रत्ययः भोक्तुं गच्छति. निषेधस्य भोक्तुं तुमुन् प्रत्ययः अत्रापि भविष्यत्तत्र एव अस्ति कर्तारं सूचयति दृश्येन कर्तृत्वे भविष्यदर्थे उभयत्रापि कर्तृत्वे एव अस्ति किन्तु भविष्यदर्थे अपि अस्ति भोजकः गच्छति गत्वा खादिष्यति इति अनन्तरं नूल् त्रिचौ इति सूत्रेण भविष्यत्कालार्थे एव नास्ति नूल् प्रत्ययः भोजकः तत्र तत्र प्रायः पक्तुम् इति स्वीकुर्मः पक्तुं गच्छति पाचकः गच्छति गत्वा पचिष्यति वा तत्र पच् धातोः लृट्लकाररूपं किम् अस्ति पचिष्यति पचिष्यति एव वा न न पच् धातु पच् अन्यत् अस्ति धातु साधु भगिनि तदेव तत्र पक्ष्यति इति भवति वा किं भवति पक्ष्यति इति पक्ष्यति इति गत्वा पक्ष्यति इति अर्थः खलु. अधुना नूल् प्रत्ययस्य तु पुनः पाचकः इति एव भवति. अत्र उभयत्र पश्यतु समानरूपमस्ति अत्रापि समानमस्ति अत्रापि पाचकः इत्येव अस्ति गच्छति किन्तु अत्र तु किमस्ति वृत्तिः अस्ति अस्य वृत्तिः अस्ति अस्य वृत्तिः पाचक पाचनम् अस्ति पचनं वृत्तिः अस्ति पाचनम् इति अस्य पचनं वृत्तिः इति कृत्वा त्रिषु कालेषु भगिनी वृत्तिः इत्युक्ते किम् वृत्तिः इत्युक्ते तत् हिस् केरियर् इति his profession, his career is to do, he is a cook, right? Cook iti asmin arthe etat to the one who is cook. This is like one who cooks is pachak, cook like that, you know, that way you have to say vritti. The meaning is the one who will cook. Ramate iti rama, the one who हियर् तु प्रति वृत्तिः अस्ति द कुक् इति अस्ति द कुक् नाट् जस्ट् इट् कुड् बि अ स्टूडेण्ट् इन् द फस्ट् केस् इट् कुड् बि अ स्टूडेण्ट् बट् हि मेट् जस्ट् गो होम् फ्रम् स्कूल् अण्ड् देन् हि मेट् कुक् बट् हियर् इट् मीन्स् हीस् हिस् तस्य वृत्तिः एव पचनम् अस्ति इति त्रिषु कालेषु अपि तत्र भवति अत्र तु नुल् तुम्बुण्णुलौ क्रियायां क्रियार्थायाम् इति सूत्रेण पाचकः इति यः विदितः भवति तत् भविष्यदर्थे एव अस्ति किन्तु पाच अत्र नूळ् प्रत्ययः नूळ् तृचौ इत्यनेन अत्र नूळ् प्रत्ययः भवति पाचकः इति प्राप्नुमः तत्तु त्रिषु कालेषु भवति अत्र अस्ति पचनं तस्य वृत्तिः इति अर्थः अस्ति अत्र त्रिषु कालेषु त्रिषु लिङ्गेषु अपि भगिनि तत्र उभयत्रापि त्रिषु लिङ्गेषु अपि भवति खलु तत्र क्लेशः नास्ति उभयत्रापि त्रिषु लिङ्गेषु भवति अत्रापि पाचिका भवति अत्रापि पाचिका अस्ति अत्र किन्तु भेदः कुत्र इत्युक्ते उभयत्रापि कर्त्रार्थे अपि अस्ति कर्त्रार्थे तदपि लिखामि त्रिषु लिङ्गेषु त्रिषु लिङ्गेषु भवति अत्रापि कर्त्रार्थे त्रिषु लिङ्गेषु भवति किन्तु भेदः कुत्र अर्थे इत्युक्ते अत्र तु कालार्थे मूलौ इत्यनेन क्रियायां क्रियार्थायाम् इत्यनेन भविष्यदर्थे भवति अनन्तरं क्रियार्था क्रिया अपेक्षिता अस्ति अत्र तु क्रियार्था क्रिया न आवश्यकम् अत्र तु केवलं तत्र अत्र सः एषः तु किमपि कार्यं करोति गच्छति इति अस्ति खलु अत्र निमित्तरूपेण अत्र क्रियार्था क्रिया नास्ति एतत्तु पाचकः तावदेव पाचकः क्रीणाति आपणे क्रियापदं तु आगच्छति क्रिया नास्ति इति अत्रापि त्रिषु कालेषु भवति अत्र तु केवलं भविष्यदर्थे एव भवति इति मुख्यांशः प्रथमं भविष्यदर्थे द्वितीयं क्रियार्था क्रिया अत्र तु केवलं त्रिषु कालेषु वृत्तिः इति कृत्वा वृत्तिः इति अत्र मुख्यांशः अनन्तरं किम् आसीत् तदेव अस्ति तृच् इति अस्ति तत् तृच् इति कर्ता पक्ता अस्ति द कुक् इति एव अस्ति त्रिषु लिङ्गेषु गच्छति तत्र पचनम् अस्ति विवृत्तिः इति एव आशयः अस्ति तत्रापि समानमस्ति किन्तु किम् इत्युक्ते अत्र तु आशयः अस्ति अस्य वृत्तिः इति कृत्वा नूळ् तृच् इत्यस्य विधानं भवति अधुना लृक्षेषे च इत्यस्मिन् किम् उक्तमस्ति अत्र भविष्यदार्थे अत्र प्रतः प्रथमम् एवं स्वीकरोमि एतद् लिखामि द्वितीयमेतद् भविष्यदर्थे वयम् अधुना दृष्टवन्तः तुमुन् नूल् प्रत्ययस्य विधानं तुमुन् प्रत्ययस्य विधानं दृष्टवन्तः खलु क्रियार्थक्रियापेक्षा तत्र लिट्शेच इत्यस्मिन् पुनः रिट् इति एव अस्ति खलु अत्र तु भिन्नं नास्ति पक्ष्यति इति गच्छति अत्र पक्ष्यति इति गच्छति इत्यस्मिन् किम् अस्ति प्रथमं तु भविष्यदर्थे अस्ति विधानं विधानं द्वितीयं क्रियार्था क्रिया अपेक्षिता अस्ति अत्रापि किन्तु यत्र सा इति योजयामि सा पक्ष्यति इति गच्छति किन्तु यत्र अहं सा पक्ष्यति इति वदामि तत्र तु क्रियार्था क्रिया न अपेक्षिता, केवलं भविष्यदर्थे एव. तर्हि उभयत्रापि लृट् इत्यस्य विधानं भवितुमर्हति. यत्र क्रियार्था क्रिया अस्ति तत्र पक्ष्यति इति गच्छति इति क्रियार्था क्रिया गमनक्रिया अस्ति, तस्य उपस्थितौ पक्ष्यति इति भविष्यदर्थे प्रयोक्तुं शक्यते. यत्र सा पक्तुं गच्छति इति अस्ति खलु, सा पक्तुं गच्छति इति तत्र तथा एव पश्यामि चेत् वा पाचिका गच्छति इति अपि सा पक्तुं पाचिका गच्छति. अहं तत्रापि भ्नूळ् इति भवति. तथा एव तत्र पाचिका सा इति स्वीकृतं पाचिका इति तदपि ब्लू एण्ड् मध्ये अपि भवितुमर्हति. तदनन्तरं सामान्यभविष्यदर्थे अपि भवति भविष्यत्कालार्थे. साधु वा? उत्तमं महोदय. उत्तमं भगिनि. अग्रे गच्छामः किम्? त्रयवर्गाणां भवती संक्षेपे लिखितवती. अग्रे वृक्षेषेषे इति सूत्रं पठनीयं खलु अधुना पठामः वयं. तत्र सरला भगिनी भवत्याः कामः अस्ति? अहं कार्याने अस्मि, केवलं शृणोमि. अस्तु भगिनि, क्षम्यतां विलम्बति. नागरी नमस्ते सर्वेभ्यः. वृक्षेषे च इत्यस्य अनुवृत्तिसहितसूत्रमस्ति. भविष्यति क्रियार्थायां क्रियायां धातोः लृक्षेषे च इति सूत्रम्. तर्हि भविष्यत्कालार्थे क्रियार्थायां क्रियायां धातोः लृट् भवति इति अधुना परिशीलितं. तदा शेषे च अनेन क्रियार्थायां क्रिया यत्र नास्ति अन्यत्र सर्वत्र सामान्यभविष्यत्कालार्थे लृट् लकारप्रयोगेन शेषे च इति अनन्तरगतम् अन्तर्गतम् अस्ति. अन्तर्गतम् अनन्तरगतम् अस्ति अन्तर्गतम् अस्ति. यथा पिता कार्यं करिष्यति, मम मित्रं पत्रिकायां लेखं लेखिष्यति. अत्र कुत्रापि सामान्यभविष्यत्कालार्थे लृटः व्यवहारः भवति. क्रियार्थायां क्रियायां विहाय शेषे च इत्यनेन विधीयते. तर्हि एतदेव अस्माभिः अधुना उक्तं. तत्र शेषे च लृट् शेषे च इत्यनेन भविष्यदत्ते क्रियार्थायां क्रियायाम् अपि तत्र सा पक्ष्यति इति गच्छति इति दृष्टवन्तः. अनन्तरं सामान्यभविष्यत्कालार्थे शेषे च इत्यनेन लृट् शेषे च इत्यनेन सा पक्ष्यति इति अपि प्रयोक्तुं शक्यते इति तावद्वर्गे दृष्टवन्तः खलु. क्रियार्थायाम् अपि क्रियार्थायां क्रियायाम् इत्यस्य परिचयः सुमन्पद्यस्य माध्यमेन पठितवन्तः. वयमपि कृतवन्तः. अग्रे पठनीयं वा अधुना पठामः वा नो चेत् पठामः वा? प्रायः पङ्क्तिद्वयं पठामः, परिशीलयामः, वयमेव स्वयं पठामः. अरुणा भगिनी तर्हि आरम्भं करोति वा पुनः. सुमुन्नुलौ क्रियायां क्रियार्थायाम् एकस्याः क्रियायाः साधनार्थं तद् वयं पठितवन्तः खलु, पुनः पठनीयं वा भवत्या? किं पठनीयं भगिनि अधुना? न, अहं तु नूतनपङ्क्तिद्वयं पठामः वा इति प्रश्नः आसीत्. ऋट्शेषे च इति पठितवन्तः भगिनि. आं भगिनि, तत् समाप्तं. तत्र ऋट्शेषे च इति प्रथम ऋट्शेषे च इति नास्ति, द्वितीय ऋट्शेषे च. देर् इस् अ सेकेण्ड् सेक्षन् ऋट्शेषे च, दट् वी हव् जस्ट् नौ वि स्टडीड् द सेम् कण्टेण्ट् वि जस्ट् स्टडीड् इट् अण्ड् ऐ अण्टिल् वेर् डिड् महोदय टीच् अप् टु लुट् शेषयतु अत्र एकन्या परिच्छेदं भगिनी लक्ष्मी भगिनी पठितवती. ओ एक अन्य सामान्य भविष्यत्कालः इति अर्थः इति तत् पठितं वा अपवादभूत लृट् लकारः इत्यपि पठितं वा क्लेशः आसीत् अहं ततः निर्गता एक अग्रिमपरिच्छेदं पठितवत् भगिनि सामान्यभविष्यत्कालः इति अर्थः इति वा तत् अस्तु तर्हि तत् पठामः अर्णा भगिनि सामान्यभविष्यत्कालः इति अर्थः इति अस्ति खलु तत् पठामः लुट् शेषे च सामान्यभविष्यत्कालार्थे धातोः लुट् लकारः भगिनि अधोभागे अस्ति भगिनि तत् सर्वं पठितम् अस्माभिः अधोभागे आगच्छतु अधः आगच्छतु अहं शेर् करोमि अत्र पश्यतु पूर्वं यत् लुट् शेषे च इति अस्ति तत्तु वयं कृतवन्तः पूर्वमेव कृतवन्तः अनन्तरम् एतत् सर्वं वयम् अधुना सारांशरूपेण दृष्टवन्तः अनन्तरम् एतत् पङ्क्तिद्वयमपि पुनः पठितं पङ्क्तित्रयं पुनः पठितम् अस्माभिः अद्य तर्हि अग्रे तु सामान्यभविष्यत्कालः इति अर्थः इति अस्ति खलु ततः आरभ्य पठति वा इति प्रार्थना अस्ति सामान्यभविष्यत्कालः इति अर्थः अधुना सामान्यभविष्यत्कालः इति विषयः उक्तम् आसीत् यत् लुट्लकारः सामान्यभविष्यत्काले भवति तत् कुत्र कुत्र भवति इति बोध्यम् अस्माभिः भविष्यत्कालार्थे लुट्लकारः सर्वत्र व्यवह्रियते अपवादभूतव्यवहारः तस्य स्थाने न भवति चेत् अपवादः तु अत्र लुट्लकारः तर्हि सामान्यस्य व्यवहारः कुत्र इत्यस्य बोधनार्थम् अपवादस्य व्यवहारः कुत्र भवति इति बोध्यं तद्विहाय अविशिष्टं सर्वं सामान्यम् इति वयं पठितवन्तः सरलपठिति अधुना सामान्यभविष्यत्कालः इति विश् वयं चर्चितवन्तः अधुना सामान्यरुट्लकारः सामान्यभविष्यत्काले भवति परन्तु कुत्र कुत्र भवति इति वयं अस्माभिः बोध्यम् भविष्यत्कालार्थे लुट्लकारः सर्वत्र व्यवह्रियते अपवादभूतव्यवहारः अहं न अवगतं महोदय अपवादभूतव्यवहारः तत्र किम् इत्युक्ते सामान्यतया नियमः भवति खलु एकः सामान्यनियमः भवति अनन्तरम् अपवादभूत कश्चन सूत्रमस्ति इति चिन्तयतु तर्हि सामान्यनियमस्य प्रवर्तनं कुत्र भवति यत्र अपवादः अस्ति तत्र तु अपवादस्य एव प्रयोगः भवति नो चेत् अपवादसूत्रस्य सूत्रं निरवकाशं भवति खलु तद् विहाय अन्यत्र एव सामान्यसूत्रस्य प्रवर्तनं भवति अस्यूम् लैक् यु नो ऐ गो टु अ स्कूल् ऐ गो टु ऐ एम् इन् अ क्लास् ऐ टेल् द स्टुडेण्ट्स् एव्रिबडि गो टु द प्ले ग्रौण्ड् अण्ड् देन् ऐ टेल् दम् जस्ट् द टापर्स् द टु टापर्स् प्लीस् गो टु द प्रिन्सिपल् इति मम रूल् अस्ति अधुना किं कुर्वन्ति जनाः वेर् एवर् द टु टापर्स् आर् दे आर् सपोस् टु मीट् द प्रिन्सिपल् प्राध्यापकं तौ द्रष्टव्यौ किन्तु अन्ये जनाः किं करिष्यन्ति अन्ये सर्वे तु तौ विहाय जनद्वयं विहाय अन्ये सर्वे किं करिष्यन्ति सामान्यनियमः यत् अस्ति तद् अनुसरन्ति किन्तु ये अपवादभूतत्वेन जनद्वयं यः वर्तते तौ जनौ तु देविल् गो टु द प्राध्यापकं द्रष्टुं गमिष्यतः खलु तदेव भवति सूत्राणां विषये अपि सामान्यनियम अपवादनियमः यत्र प्रवर्तते इति अवगच्छामः चेत् अपवादनियमस्य प्रवर्तनस्थानं विहाय अन्यत्र सर्वत्र सामान्यनियमः प्रवर्तते आम् रैट् फार् द स्पेसिफिक् exclusive case, everybody, everywhere else samanya has to, will happen. But we need first have to understand where the exclusion is, where the specific niyama has to happen. So for that, Panini has sent, said, anadhyatana kale luttati saha uktavan kalu. Anadhyatane luttati saha uktavan. So because he has specifically said anadhyatane lut, we have to use lut in the case of anadhyatana. We cannot use samanya bhavishyat kala. Right? Even though anadhyatana lut, which means tomorrow, right? Even though anadhyatana lut, it can be, that's where the charcha comes in. When you say anadhyatana, does it mean not today, which means it could be tomorrow, it could be day after tomorrow, it could be anything. Or when you say anadhyatana, does it only mean tomorrow? Iti prashna agachati. So depending on the argument and understanding, for anadhyatana we have to use lut. But everywhere else, bhavishyadarthe, we can use ritlakara. Right? Deva uktamasi. So we have to first understand what is a specific case, what is a special case. Even though that's not our point of concern right now, we're just looking at samanya bhavishyatkala, but we still have to understand the special case, so that way we can exclude the exclusive of the special case, we can apply it everywhere else. So if we also apply Samanya Sutra Lrutlakara in Anadhyatana, then what becomes, what is the purpose of Panini having said Anadhyatana Lrutlakara, right? Because it is an Apavada Sutra, right? Wherever Apavada comes, Apavada takes priority, Alavad Bhavati. So Dadartham, first he, Mahode is reminding us what we learnt in Lrutlakara. There we had lot of discussion as to what Adhyatana means. That itself was confusing, and then we also had a discussion on what anadhyatana means, whether it is just tomorrow or whether it could be anything starting from tomorrow to an infinity period. That's where our argument, people had matabedas as well, that's what we learnt in the Kate Karapatri Patitavantaha. Tadeva punaha tasya punasmaranam bhavishyati. Vayam naka patitavantaha. Lutlakara patitavantaha bhagini vayam. इल्ल पुलट्लकार वयं पठितवन्तः अदन अद्य परिचयः तावत्पर्यन्तं कृतवन्तः पठितवन्तः अस्तु तर्हि अग्रे तर्हि मिलामः किं तावदेव पठितं चेत् आं भगिनि तावत् धन्यवादः तर्हि धन्यवादः धन्यवादः भगिनि शुभरात्रि रात्रिः धन्यवादः